गतरविवासरे तत्र अदादिगण इति विषये अस्माभिः किं चर्चितं, तत्र वि धातु, तदनन्तरं शीङ् धातु इति अस्माभिः चर्चितं। तत्र शीङ् मध्ये किम् आसीत् विशेषकार्यं, कोऽपि वक्तुं शक्नोति वा? अत्र विशेष पुनः भवति सूत्रद्वयं। तर्हि शीङ्गः सार्वधातुकी गुणः इति सूत्रेण शीङ् धातुपरे सार्वधातुकप्रत्ययः अस्ति चेत् सर्वदा गुणः भवति, नाम प्रत्ययः पित् अस्ति वा अपित् अस्ति वा गुणः भवति एव। तर्हि सर्वत्र गुणः भवति सार्वधातुकप्रत्ययपरे अस्ति चेत्। अपि च शीङ्गो रुट् इति सूत्रेण शीङ् प्रत्ययस्य अनन्तरं यत् झी इति प्रत्ययः अस्ति, झ इति प्रत्ययः अस्ति, तस्य झकारस्य अवयवस्य स्थाने यत् अत् आगच्छति, तद् अत् यत् अस्ति तस्य रेफ् इति आगमः भवति इति, रुट् आगमः भवति इति। तर्हि शेरते इति भवति, शेरते तदस्ति। तर्हि शिङ्गसार्वधातुकगुणः अपि च शिङ्गो रुट् इति अस्ति। तर्हि तस्य इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा अस्मिन् विषये? अस्तु, नास्ति चेत् इदानीम् अग्रे गच्छामः। इदानीं दिधिङ् इति धातुः अस्ति, दिधिङ् इति धातुः पुनः वयं पठामः। तर्हि मीना महोदय, एफ् बिन्दुः अस्ति खलु दिधिङ् दीप्तिदेवनयोः इति धातुः, कुत्र दीदिङ् दीदिदेवनयोः इति धातुः? दीप्तिः इति प्रकाशः, देवनम् इति दुःखं, छन्दसि वेदे आत्मनेपदी धातुः, नाम इद अयं धातुः केवलं वेदे अस्ति। किमर्थं वयं पठामः? यतोहि व्याकरणं एवं तस्य नियमाः तु सर्वे सर्वत्र सन्ति खलु, अपि च वेदपाठने सौकर्यं भवति यदि भवती वेद पठिष्यति भविष्यत्काले, अतः सौकर्यं भवति, अतः आवश्यकता तु अस्ति। अदादिगणस्य जक्षुत्यादयः इति अन्तर्गणे सप्तधातवः सन्ति, जक्ष, जागृ, दरिद्रा, चकाश्, शास्, दीदिङ्, वेदिङ् च। जक्षुत्यादयः षट् इति सूत्रेण जक्षिक्षादीनां धातूनाम् अभ्यस्तसंज्ञा भवति। ओके, जक्षिक्षादिषु धातुषु दीदिङ्, वेदिङ् च स्तः, किन्तु द्वयोः आत्मनेपदित्वात् सार्वधातुकलकारेषु किमपि विशिष्टम् अभ्यस्तसंज्ञा निमित्तं कार्यं नास्ति। परस्मैपदेषु लटि, लोटि, लङि च तिङ् प्रत्यादेशः सन्ति, ते तु आत्मनेपदे न भवन्ति। अत्र आत्मनेपदेषु विशेषम् किमपि नास्ति किल? प्रत्ययस्य कृते विशेषं नास्ति, यतोहि तत्र अभ्यस्तसंज्ञा इति कारणेन केवलं परस्मैपदे प्रत्यादेशः भवन्ति खलु, तत्र आत्मनेपदे किमपि नास्ति प्रत्ययविषये। केन सूत्रेण, पुनः वदतु, केन सूत्रेण परस्मैपदे अभ्यस्त अस्ति चेत् प्रत्यादेशः भवति? जक्षित्यादयः जक्षित्यादयः इति सूत्रेण अभ्यस्संज्ञा भवति, परन्तु अभ्यस्संज्ञा अस्ति चेत् प्रत्ययपरिवर्तनं भवति परस्मैपदे केन सूत्रेण? भवती एव वदति गतरविवासरे अदभ्यस्तात् इति सूत्रेण अभ्यस्संज्ञा अस्ति चेत् तत्र झी तस्य अत् भवति खलु, परन्तु अत्र झी नास्ति एव, अत्र झी नास्ति। नाम तत्र किमपि परिवर्तनं नास्ति इत्युक्ते वस्तुतः झकारस्थाने अत् भवति, परन्तु आत्मनेपदेषु तु सर्वत्र पूर्वतः एव अत् एव अस्ति, अन्ति नास्ति कुत्र अपि खलु, अतः परिवर्तनं न भवति इति. अस्तु अग्रे. दीदि वेवी चां, दीदि वेवी इति धातु इडागमः चेत् येषां गुणः वृद्धिश्च न भवतः. अत्र अत्र इडागमस्य प्रश्नः नास्ति, नास्ति केवलं दीधि वेवी. तर्हि अत्र दीधि वेवी इति धातुद्वयम् अस्ति चेत् तेषां गुणवृद्धिः न भवति, तयोः गुणवृद्धिः न भवति. नाम यथा अस्माभिः पठितं यत् शिङ्गः सर्वधातुके गुणः अस्ति, तत्र सर्वदा गुणः भवति. दीधि वेवीटां कृते कदापि गुणः वृद्धिः न भवति इति, नाम धातु प्रत्यर्पित अस्ति चेदपि न भवति इति वार्ता. कदापि न भवति सारधातु, कदापि न भवति. केरनेकाचो असंयोगपूर्वस्य असंयोगपूर्व अनेकाच् इकारान्तङ्गस्य यन् आदेशो भवति अचिपरे. अत्र एकवारं अधोभागे गच्छतु. तत्र सूत्रत्रयं सूत्रत्रयम् अस्ति. दीधि वेविटाम् इति पठतु. दीधि वेविटाम्, दीधि वेवि इति धातु इडागमः चेत् चेत्येषां गुणवृद्धिः न भवतः. अनेन इडागमस्य गुणः न कदापि भवति. यथा गम् योगः ई योगः स्यति गमिष्यति, तस्य वृद्धिकार्यं न कुत्रापि विहितम्. वस्तुतः इदम् उदाहरणं समीचीनं नास्ति इडागमस्य. तत् कथं नास्ति इति वयम् अग्रे पठामः. यतोहि अत्र किम् अस्ति, गुणः कदा भवति, गुणः प्रत्ययस्य कारणेन कुत्र भवति, अङ्गे भवति खलु. अङ्गे भवति. अत्र गम् ई स्यति मध्ये इकारः अस्ति, तत् अङ्गस्य भागः अस्ति वा प्रत्ययस्य भागः अस्ति वा? आगमः कस्य भागः अस्ति? यस्य आगमः अस्ति तस्य एव भागः अस्ति खलु. इडागमः सर्वदा प्रत्ययस्य आगमः अस्ति. अतः इकारः यत् अस्ति तद् वस्तुतः प्रत्ययस्य एव भागः अस्ति, अङ्गस्य भागः नास्ति. अङ्गस्य भागः नास्ति चेत् तस्य एनिवे तत्र गुणकार्यं न भवति. तर्हि अत्र वस्तुतः उदाहरणं समीचीनं नास्ति. तत्र समीचीनम् उदाहरणानि सन्ति, वयम् अग्रे पश्यामः. यत्र इडागमस्य विषयः अस्ति अत्र चिन्तां मा करोतु, अग्रे गच्छतु. गमिष्यति तस्य वृद्धिकार्यं न कुत्रापि विहितम्. दीदीश्च वेवीश्च इत् च तेषाम् इतर इतर द्वन्द्वः. दीदी वेवीतः तेषां दीदी वेवीठां, किमर्थं ठाम् अत्र दीदी वेवीठां षष्टिविभक्ति बहुवचनम्. षष्ट्यं दीदी च वेवी च इत् च द्वन्द्वसमासः. दीदी वेवीतां षष्ट्यन्तं पदम् एकपदमिदं सूत्रम्. इको इको गुणवृद्धि इत्यस्मात् गुणवृद्धि इत्यस्य अनुवृत्तिः. न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं दीदी वेवीतां न गुणवृद्धि. बहु सरलम् अस्ति. दीदी वेवी अपि च इट् तेषां गुणवृद्धिः न भवति, सत्यम् इति. तस्मात् एव गमिष्यति इति उदाहरणं कृतं वा? नास्ति, तदेव अहं वदामि. तत्र गमिष्यति उदाहरणम् अत्र लिखितमस्ति इडागमस्य दर्शनस्य कृते, दर्शनाय, परन्तु तत् सत्यं नास्ति इति अहं वदामि. अत्र स्या इति प्रत्यये किल भवति, स्या इति प्रत्ययः अस्ति खलु. इडागमः प्रत्ययस्य भागः अस्ति. प्रत्ययस्य अङ्गे गुणकार्यं भवति न वा इति द्रष्टव्यम्. अत्र इकारः अङ्गस्य नाम धातोः इति अङ्गस्य भागः नास्ति, प्रत्ययस्य भागः अस्ति. अतः तत्र इकारस्य कदापि गुणकार्यं न भवति. अत्र उदाहरणं सत्यं नास्ति इति अतः अहं वदामि. अत्र अत्र इदानीं मा चिन्तयतु क्रीडागमस्य विषये. ओके, तर्हि दिधिवेवि. अस्तु, धन्यवादः महोदय. तर्हि सर्वे अवगच्छन्ति वा इदानीं पर्यन्तं दिधिवेवि धातुमध्ये गुणकार्यं न भवति इति? अस्तु, इदानीं नूतनविषय नूतनसूत्रमस्ति ऐरनेकाचो असंयोगपूर्वस्य. विजया महोदय पठतु. आं जि, ऐरनेकाचो असंयोगपूर्वस्य. असंयोगपूर्व अनेकाच् विकारान्त अङ्गस्य यन् आदेशः भवति अचि परे. येन विधि तदन्तस्य इत्यनेन तादृशः धातुः यस्य अन्ते इकारः, न तु केवलम् इकाररूप्यङ्गम् अलोन्तस्य इत्यनेन अन्त्यस्य अल् वर्णस्य यनादेशः, न तु पूर्व अङ्गस्य. न एकम् अनेकम्, अनेक अनेके एकाचः, यस्मिन् सः अनेकाच्. नञ्चि तत्पुरुषं नञ्चि तत्पुरुषगर्भो बहुवीर्भिः, तस्य अनेकाचः. नास्ति संयोगः पूर्वे यस्य सः असंयोगपूर्वः बहुविधिः, तस्य असंयोगपूर्वस्य. एहे षष्ट्यन्तम् अनेकाचः षष्ट्यन्तम् असंयोगपूर्वस्य षष्ट्यन्तं त्रिपदमिदं सूत्रम् इनो यन् इत्यस्मात् यन् इत्यस्य अनुवृत्तिः अचि स्नोर् धातु भ्रुवो इवोर् इवम् उवङ्ग् इत्यस्मात् अचि धातोः विपरिणामेन अस्तु षष्ट्यन्तम् इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यन् आदेशः भवति. किमस्ति तर्हि सामान्यतया यदि इकारः अस्ति अन्ते, तदनन्तरम् अच् वर्णः अस्ति, तर्हि सर्वसामान्य किं कार्यमस्ति? गुणः भवति खलु. न न, यत्र यत्र गुणस्य प्रसक्तिः नास्ति, क्षम्यताम्. इकारस्य स्थाने इकारे परे अच् वर्णः अस्ति वा? हा, इकारपरे अच् वर्णः अस्ति चेत् सर्वसामान्य किम् अस्ति, गुणः नास्ति चेत्? सर्वसामान्य सन्धिसूत्रं किम्? येन आदेशः भवति. येन सूत्रेण? इको यणचि. तर्हि सर्वसामान्यमस्ति सन्धिसूत्रम् इको यणचि. परन्तु अङ्गकार्ये यदा प्रत्ययः अजादि अस्ति अपि च इकारं धातु अस्ति, तर्हि यदा गुणनिषेधः भवति चेत् किं सूत्रमस्ति सामान्यं सूत्रम्? अचिष्णु भ्रु सत्यम्, अचिष्णु धातु भ्रुवां युवोर्यम् उवङ्गौ, नाम इकारं धातु अस्ति चेत् तस्य अनन्तरम् अजादिप्रत्ययः भवति चेत् इकारस्थाने इयङ् भवति. तस्य अपि बहवः अपवादाः सन्ति. एकः अपवादः अस्ति इण् धातु कृते. किं सूत्रम्? इनोयन् मध्ये इण् धातु अस्ति चेत् तत्र अपि इकारं धातु अस्ति, तत्र इयङ् आदेशः न भवति अपि तु यण् भवति, इकारस्थाने य भवति. द्वितीय अपवादः अस्ति ऐरनेकाचो असंयोगपूर्वस्य, नाम इकारं धातु तु अस्ति, इकारान्त अङ्गम्, अत्र इकारान्त अङ्गस्य विषयः अस्ति, न तु धातु. इणोयण् अचिष्णु धातु भ्रुवां युवोयम् उभङ्गौ मध्ये सर्वदा धातुरूपी अङ्गस्य प्रश्नः अस्ति, धातुरूपी अङ्ग इति अस्ति. अत्रापि धातुरूपी एव अस्ति, तत्र असंयोग हा अत्रापि धातु इति अस्ति, अनुवृत्तिः अस्ति खलु धातु इति. तर्हि धातु यदि असंयोगपूर्व अस्ति, नाम तस्य अन्ते इकारः अस्ति, तस्मात् प्राक् संयोगः नास्ति, असंयोगपूर्वः अस्ति, अपि च अनेकात् अस्ति, तत्र अपि इकारस्य स्थाने यण् भवति न तु इयङ् इति. तर्हि अत्र पश्यतु, दीधि मध्ये इकारान्त अस्ति न वा? अस्ति एव. इकारात् प्राक् संयोगः अस्ति न वा? प्राक् संयोगः असंयोगपूर्वः इत्युक्ते अच् वर्णः, संयोगः संयोगः इत्युक्ते किम्? हल् वर्ण हलो अनन्तराः संयोगः इति सूत्रमस्ति. नाम यत्र अनेक हलवर्णाः सन्ति तेषां मध्ये अच्वर्णः नास्ति, संयोगः अस्ति. अत्र इकारात् प्राक् धकारः अस्ति, धकारात् प्राक् अपि हल्वर्णः अस्ति वा? विजया महोदय, इकारात् नास्ति खलु? नास्ति, अतः संयोगः नास्ति, अत्र असंयोगः अस्ति. तर्हि असंयोगः अस्ति दीधि धातु, इकारान्त् अपि अस्ति, अनेकाच् अस्ति वा? अनेकाच् अस्ति एव. अस्ति, तर्हि अनेकाच् अपि अस्ति, असंयोगपूर्वः अपि अस्ति, इकारान्त् अपि अस्ति. अतः ऐरनेकाचो असंयोगपूर्वसूत्रेण अजादिप्रत्यय परे अस्ति चेत् इकारस्य स्थाने इयङ् न भवति, अपि तु यण् भवति इति अस्ति. तर्हि अनेकाचः असंयोगपूर्वस्य एहे धातोः, एहे इत्युक्ते इकारान्त धातोः अङ्गस्य यणादेशः भवति अचिपदे. कुत्र यणादेशः भवति? अलोन्त्यस्य इति सूत्रेण अन्तिम इकारस्य स्थाने इति अस्ति. पर्यागच्छन्ति वा? अस्तु, विजय महोदय, अग्रे तृतीयसूत्रं. यी वर्णयोः दीधि वेव्योः. यी वर्णयोः दीधि वेव्योः, दीधि वेवि इति धात्वोः अन्त्यवर्णः इकारस्य लोपः भवति यकारादिप्रत्यये ई वर्णे च परे. अलुन्तस्य इत्यनेन अन्त्यस्य अल् वर्णस्य लोपः. इच्च ई वर्णश्च ई वर्णौ इतरेतरद्वन्द्वः, तयोः ई वर्णयोः दीदिः च वेभिः च दीदिवेव्यौ इतरेतरद्वन्द्वः, तयोः दीदिवेव्योः. ई वर्णयोः सप्तम्यन्तं, दीदिवेव्ययोः षष्ट्यन्तं द्विपदमिदं सूत्रं. तासस्त्यो लोपः अस्तु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. दीदिवेव्योः अङ्गस्य लोपः ई वर्णयोः. किं लिखितम्? दीदि वेवि इति इति धातोः अन्त्यवर्णः इकारस्य लोपः भवति. कदा? यकारादिप्रत्यये परे अस्ति चेत्, ई वर्णः परे अस्ति चेत् यकारादिवर्णः, तत्र इकारस्य लोपः भवति. अलोन्त्यस्य इत्यनेन अल् वर्णस्य लोपः. अन्तिम अल् वर्णस्य अन्तिम अल् वर्णस्य अल् अन्त्यस्य अल् वर्णः अन्तिम अल् वर्णः लोपः भवति. तत्र इच्छ ई वर्णश्च इति ई वर्ण इतरेतरद्वन्द्वः, अनन्तरं दीदि च वेवि च एतदपि सत्यमस्ति. अर्थमस्ति दीधि धातु अपि च वेवि धातु, तस्य अङ्गस्य लोपः भवति. दीधि वेव्योः अङ्गस्य लोपः भवति. यी वर्णयोः, यी इत्युक्ते यि अपि च इ वर्ण, यी इति वर्ण. तर्हि दिधि अथवा वेवि धातुः अस्ति, अङ्गः अस्ति, तस्य अनन्तरं यकारादिप्रत्ययः अस्ति, अपि च इ वर्णः अस्ति, लोपः भवति. तस्य लोपः भवति. कस्य लोपः भवति? सम्पूर्ण अङ्गस्य भवति अथवा वा न? तर्हि अलोन्त्यस्य इति सूत्रेण अन्तिम इकारस्य लोपः भवति. तर्हि दिधि वेवि धातु अनन्तरं यकारादिप्रत्ययः अस्ति, अपि च ई वर्णः अस्ति चेत् तस्य लोपः भवति. ई वर्णः कुत्र आगच्छति? इडागमे. इडागमस्य विषये देधि वेवि इति स्टेट् धातवः सन्ति, अतः इडागमः भवति. अतः इकारः अग्रे आगच्छति. तर्हि आधातुकप्रकरणेषु यत्र इडागमः भवति तत्र दिधि वेवि इति धातोः इकारस्य लोपः भवति. अत्र यकारादिप्रत्ययपरे अस्ति चेत् इकारस्य लोपः भवति इति अस्ति. अस्तु, विजि महोदय, इदानीम् उपरि गच्छतु. हलादिपित्सु अजादिपित्सु किं कार्यं भवति इति पठतु. अस्तु, महोदय उपरि गच्छतु, तत्र हलादिपित्सु अजादिपित्सु इति लिखितमस्ति खलु, चत्वारः बिन्दवः सन्ति. मीना भगिन्या पठितं खलु, हलादिपित्सु आत्मनेपदी धातुषु नास्ति एव. अजादिपित्सु गुणनिषेधः यनादेशः योगः ए ऐ दीद् इ योगः ऐ दीध्ये. केन सूत्रेण गुणनिषेधः अत्र ई स्थाने यनादेशः? गुणनिषेधः केन सूत्रेण? वदतु पुनः. यण आदेशः केन सूत्रेण? हेरनेकाचो संयोगपूर्वस्य इत्यनेन यण आदेशः भवति. अत्र कोऽपि प्रष्टुम् शक्नोति, अत्र इको यणचि इति सूत्रेणापि यणादेशः भवति, तर्हि न, परन्तु अत्र अङ्गकार्यमस्ति खलु, अङ्गकार्यं सदा बलीयं भवति, अङ्गीकार्यं वर्णकार्यमस्ति, एरणेकाचो संयोगपूर्वस्य अङ्गकार्यमस्ति, वर्णात् अङ्गं बलीयम् इति सूत्रं यथा अङ्गकार्यमस्ति. अतः अत्र इको यणचि इति सूत्रेण न भवति, अपि तु ऐरनेकाचो असयोगे. हलादिपित्सु गुणनिषेधः, हलादि अपित्सु गुणनिषेधः दीदीयोगः ते दीदी ते. अत्र तु दीदीते वर्णमेलनमेव, गुणनिषेधः अतः कोऽपि कार्यं नास्ति. अजादि अपित्सु गुणनिषेधः यणादेशः, तत्रापि एरनेकाचो संयोगपूर्वस्य इत्यनेन यन् प्राप्तः. दीदीयोगः आत्ते दीद्याते इति सत्यम्. अग्रे अग्रे अजादिषु पित्सु अपि अजादि अपित्सु अपि चिन्तनं समानम्. इको यणचि इत्यनेन यण्णादेशः तत् कार्यं प्रबाद्य सार्वधातुकत्वधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु दीदी वेविताम् इत्यनेन गुणनिषेधः. तदा अचिष्णुधातु ब्रुवां योरिवङ् वङ्गौ इत्यनेन इयङ् प्रसक्तिः, तत्प्रबाद्य एरनेकाचो संयोगपूर्वस्य इत्यनेन यन् प्राप्तिः. यन् तस्य विषये सूत्र चतुर्थसूत्रम् आगच्छति सर्वदा सर्वदा अथ इदानीं सर्वदा इदेव भवति. सर्वदा सर्वप्रथमं कार्यमस्ति इको यणचि, इको यणचि तत्प्रभाद्य सार्वधातुकार्धातुकयोः इति सूत्रेण गुणः भवति चेत् गुणः भवति, गुणः नास्ति चेत् अत्र गुणः नास्ति दिधियविटाम् इति सूत्रेण. अतः अतिष्णुधातु ब्रुवां योवर्यमवङ्गौ इति सामान्यसूत्रं भवति. तत् प्रबाध्य ऐरनेकाचो संयोगपूर्वस्य संयोगपूर्वस्य इत्यनेन यन् प्राप्तिः. पञ्चसूत्राणि पञ्चसूत्राणि परन्तु समासरलमस्ति, अत्र किमपि नास्ति. तत्र अस्माभिः कुत्रापि दृष्टं खलु, कुत्र दृष्टम् अस्माभिः, स्वादिगणे यत्र असंयोगपूर्वः श्नु प्रत्ययान्त अङ्गमस्ति, सर्वप्रथमम् इको अणचि, तत् प्रबाध्य अनन्तरम् आगच्छति सार्वधातुक अर्धातुकयोः इति सूत्रेण पित् प्रत्ययः अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् निति च इति सूत्रेण गुणनिषेधति. तदनन्तरम् इको अणचि इति सूत्रम् अस्ति, तत् प्रबाध्य अचिष्णुधातुभ्रुवां यवोर्यङ् वङ्गौ इति सूत्रं कार्यं कर्तुम् आगच्छति. तदपि प्रबाद्य पुष्णुवोः सार्वधातुके इति सूत्रेण पुनः यण् भवति. चिनु चिनु धातु चिनु चिनु तदेव चिनु मध्ये अस्ति खलु मध्ये उवङ् न भवति अपि तु यण् आदेशः भवति विष्णुवोः सर्वधातुके इति सूत्रे तत्र एव तथैव इदानीमपि अस्ति अचिष्णु इति प्रभाद्य ऐरनेकाचो कार्यं भवति अस्तु अग्रे तत्र अचिष्णु भ्रुवां युवो यङ् प्रपाद्य कूष्णुभ्रुवोः कूष्णुभ्रुवोः यङ् आदेशः भवत् आयाति सार्वधातुकीष्णुवोः सार्वधातुके इदानीम् अचिष्णुप्रपाद्य ऐरनेकाचिन् धातु मध्ये अचिष्णुधातु भ्रुवां प्रपाद्य किमस्ति तर्हि इनोयण् ऐरनेकाचो अचिष्णु धातु ध्रुवां युवोरिमवङ्गो इति सूत्रस्य अपवादौ अस्तु अग्रे इकारादिप्रत्ययेषु इकारादिप्रत्ययेषु ई वर्णयोः दीधी देव्योः इत्यनेन दीदी धातोः अन्त्यवर्ण इकारस्य लोपः भवति दीदी योगः ईत्तः दीद् योगः ईत्त इति दीधीत अत्र ई ई योगम् अस्ति चेदपि दीदी किल भवति सत्यं अतः सवर्णे दीर्घः कुर्यामश्चेदपि तदेव भवति मार्गः तु साधु तत्र दीधियोगः इ तत्र इकार इ वर्णः अस्ति खलु परे अतः अन्त्य इकारस्य लोपः भवति दीधि आदिं न करोति अत्र अत्र करो अत्र फलसमानमस्ति अतः वयं ज्ञातुं न शक्नुमः परन्तु अन्य कुत्र कुत्र कुत्रचित् तत्र रूपदोषः भवति अतः तथा न करणीयम् अस्तु तर्हि त्रीणि सूत्राणि सन्ति नूतनानि दीधिवेविटानेकाचो संयोगपूर्वस्य यी वर्णयोः दीधिवेव्योः इदानीं रूपाणि कुर्मः मदर महोदय आं महोदय करोतु रूपं करोतु परस्मैपद आत्मैपदं लट् लकार वा आम् दीदी दीदी योगः ते दीदी अत्र दीदी ते दीदी योगः आते अश्वर्णः अस्ति अतः एरनेकाचो असंयोगपूर्वस्य इति सूत्रेण अत्र इकारलोपः भवति महोदय लोपः न यण् आदेशः यन् आदेशः भवति यन् दीद्याते सत्यम् अग्रे दीद्यते अत्रापि यन् आदेशः भवति आम् आम् यन् आदेशः भवति दीयोगः से दीदिशे आदेशप्रत्ययोगः इति सूत्रेण सकारः मूर्धन्यसकारः भवति दीयोगः आते अत्रापि एरनेकाचो असम्यपूर्वस्य इति सूत्रेण इकारः यकारः आदेशः भवति इकारस्थाने अतः दीद्याते दीद्याते दी योगः द्वे दी द्वे दी द्वे दीयोगः ये अत्र दीदि योगः ऐ ये अत्रापि एन् आदेशः भवति एकारः दीदि योगः वहे दीद्वहे किमर्थम् इकारस्य लोपः भवति दीद्य या या यकारः भवति किल वहे अस्ति खलु ओ अल्वर्णः अस्ति वहे अधः दीदि दीदि वहे दीदि महे मरणमेलमेव आम् दीदि वहे एकवचनं करोति वा द्विवचनं करोति वा द्विवचनं करोमि तत्र किमपि नास्ति खलु वकारः अस्ति वर्णमेलनम् आम् महोदय दीदि वहे दीदि महे सत्यं तर्हि दीधिते दीध्याते दीध्यते दीधिषे दीध्याथे दीधिद्वे दीध्ये दीधिवहे दीधिमहे कुत्रापि गुणः नास्ति पश्यतु कुत्रापि गुणः नास्ति पितस्ति वा अपितस्ति वा गुणनिषेधः भवति दीधिवेविताम् अस्तु धन्यवादः अग्रे मीना महोदय दीदि योगः तां दीदि तामेव वर्णमेलनमेव कोऽपि नास्ति तत्र दीदि आताम् अत्र एरनेका च संयोगपूर्वस्य इति अण् आदेशः भवति तस्मात् दीद्यतां तदनन्तरं दीदि अतां दीद्यतां दीदीतां दीद्यतां दीद्यतां दीदिष्व शकारं शापोद आदेशप्रत्ययोः इति सूत्रेण दीदिष्व दीदि आतां दीद्याताम् एरनेकाचो यणादेशः तस्मात् दीदि आतां दीदिद्वम् एव वर्णमेलनमेव दीदि ऐ दीदि ऐ तत्र अत्र दीदिवेव्योः अङ्गस्य लोपः भवति ईवर्णयोः ईवर्णः अस्ति वा एक ऐ ओ दीदि दीदि ऐ दी दीदि अत्र एरनेकाचो एव किल दीद्यै दीद्यै दीदि आवहै तत्रापि एरनेकाचो एव दीद्यावहै दीद्यामहै तर्हि वस्तुतः फलं बहु सरलमेव अस्ति परन्तु मार्गः जटिलः अस्ति यतोहि पश्यतु कोऽपि यदि एकमपि सूत्रं न जानाति सः यदि इकोणचि अपि करोति चेत् रूपं समानं भवति परन्तु तत्र अत्र एव भवति दीधि मध्ये अन्यत्र तस्य दोषः भवति तर्हि मार्गः सदैव ज्ञातव्यः अस्तु अग्रे महोदय कुत्र ईवर्णयोः दीदिवेव्योः इति सूत्रं कुत्र प्रसक्तिः अस्ति लङ् लकारः तत्र ता आताम् अत ताः आतां द्वम् ईवहिमहि इति अस्ति तत्र सर्वत्र लुङ् लङ् लृङ्क्षु अडुदातः इति सूत्रम् आगच्छति अतः सर्वत्र तत्र आ प्रथमवर्णः योजनेन दीदि पूर्वमेव आसीत् अदीदि आ दीदि योगः त अदीदीत अदीदीत अनन्तरं तत्र तादृशमेव एवेनकाचो इति सूत्रेण यनादेशः भवति. अनन्तरं आताम् इति योजनेन अदीयाताम् अदीद्याताम् इति अस्ति. अदीद्याताम् इति अस्ति. अनन्तरं तत्र अपि एवेनकाचो संयोगपूर्वसि इति सूत्रेण तत्र अपि अदीद् अदीद्य अनन्तरं ता योजनेन अदीद् यत इति अस्ति. अनन्तरं अदीदीः अस्ति. ताः इति योजनेन अदीदीताः इति अस्ति. अनन्तरं पूर्वं दृष्टवन्तः अदीद् तत्र याताम् अस्ति. अनन्तरम् अदीदि अस्ति योजनेन द्वं योजनेन अदीदि द्वम् इति अस्ति. द्विवचनं द्विवचनं वदतु पुनः. अदीयाताम् इति अस्ति. अदीद् याताम् अदीत् याताम् अनन्तरम् अदीदित्वम् अस्ति. अनन्तरं तत्र तत्र तादृशमेव खलु अदीधि योगः इ इदानीं भवति एव वदतु किं भवति अदीदि इति अत्र ईवर्णयो एतत् सूत्रं कार्यं करोति. किं सूत्रम् अतः तत्र एकनिमिषं जि ईव इदानीमेव दृष्टवन्तः. दीधिवेभ्योः किमस्ति सूत्रं जीवर्णयोः दीधिवेभ्योः खलु दीवि ईवर्णयोः दीदीभ्योः इति सूत्रेण तत्र ह्रस्वं भवति वा किम् अस्ति अत्र सूत्रेण किं भवति ईवर्णः अहं मया एतत् मृग्यः अस्मि ईलोपवादि लोपं दीधि अथवा वेवि धातु अस्ति तस्य अनन्तरम् ईवर्णः अस्ति चेत् अन्त्य इकारस्य लोपः भवति खलु अन्ते आम् आम् अन्त्येकारस्य लोपः भवति अतः ह्रस्वं भूत्वा अदीदि इति अस्ति अन्ते ह्रस्वम् अस्ति अन्ते ह्रस्वम् अस्ति तत्र सूत्रम् इदं सूत्रं नास्ति चेत् अकः सवर्णदीर्घः कुर्यामः चेत् दीर्घ इकारः भवति अन्ते समीचीनं नास्ति अतः अस्य सूत्रस्य महत्त्वं 7453 अस्तु इत्यनेन दिदि धातोः अन्तिवर्णस्य इकारः लोपः भवति अतः ह्रस्वं भूत्वा अदीदि इति ह्रस्वं ह्रस्वरूपेण आगच्छति अदीदि इति उत्तमपुरुषे एकवचनं अनन्तरम् अदीदि वहि वहि महि योजनेन अदीदि वहि अदीदि महि इति अस्ति आहत्य अदी अदीदीत अदीयाताम् अदीत्यत अदीदीताः अदीयाताम् अदी अदीद्वम् अदीदिः अदीदि अदी अदी अदीदिवहि अदीदिमहि तावदेव. सत्यं सत्यं. तर्हि अत्र मम प्रश्नः अस्ति अदीधि योगः ई मध्ये अकः सवर्णे दीर्घः इत्यस्य अपि प्रसक्तिः अस्ति येन दीर्घ इकारः भवति दीधिवेव्योः ई वर्णयोः इति सूत्रस्य प्रसक्तिः अस्ति तर्हि कस्य सूत्रस्य कार्यं भवति कथं जानीमः. कोऽपि वदति वा ईवर्णयोर् दीर्दीव्योः इत्यस्य कार्यमेव. कथं किमर्थं किमर्थम् एतत् सूत्रं तु विशेषसूत्रम् अस्ति किल दीदि विशेष अतः एतत् सूत्रमेव कार्यं करोति. विशेष अस्ति परन्तु तत् तस्य शास्त्रीयनाम किम् अपवादः न विषय विप्रतिषेधे परं कार्यं वा न कुत्रापि साक्षात् नाम्ना लिखितमस्ति चेत् तस्य किमस्ति यथा शीङ् मध्ये प्रतिपदोक्तमस्ति, इणोयन् मध्ये प्रतिपदोक्तमस्ति, दीदी वेव्यो मध्ये अपि दीदी वेवी साक्षात् लिखितमस्ति खलु, प्रतिपदोक्तमस्ति. अपि च दीदी वेव्यो इति अङ्गकार्यमस्ति, अकः सवर्णदीर्घः सन्धिकार्यमस्ति. तर्हि वारणात् अङ्गं बलिः इति परिभाषया अपि दीदी वेव्योः इति बलवान् अस्ति, बलवत् अस्ति. तत्र वर्णात् अङ्गं बलिः अपि एतदपि परन्तु मुख्यकारणमस्ति तत्र प्रतिपदोक्तम्. अस्तु, इदानीं विधि महोदय करोतु विधिलिङ्ग्. विधिलिङ्ग् ईत ईयाताम् ईरन् ईताः ईयाथाम् ईद्वम् ईय ईवहि ईमहि सर्वत्र ई एव प्रथमवर्णः अस्ति. ई वर्णयोर्दिवेव्योः इत्यस्य प्रसक्तिः अस्ति, कार्यमपि करोति. दी इति योगः ईत, अत्र ईकारस्य लोपः भवति. दीदीत दीदीयाता दीदीरन् दीदीताः दीदीयातां दीदीद्वं दीदीयः दीदीवहि दीदीमहि. सर्वत्र दीर्घ इकारः अस्ति, परन्तु दीर्घ इकारस्य कारणम् अकः सवर्णे दीर्घः नास्ति, अपि तु ईवर्णयो अस्तु. तर्हि इदानीं दीधि कृते अस्माकं सार्वधातुकलकारेषु रूपाणि भवन्ति, कस्य प्रश्नः अस्ति वा? पश्यतु, वेदे एकः धातुः अस्ति, तत् सः केवलं वेदे अस्ति, तस्यापि रूपाणि भवन्तः सर्वे वक्तुं शक्नुवन्ति, महान् उपलब्धिः अस्ति. अस्तु, इदानीम् अग्रे गच्छामः. वेविङ्ग्, तत्र वेविङ्ग् मध्ये अपि समानमेव कार्यमस्ति, दीधि यथा अस्ति तथैव वेविङ्ग् मध्ये अपि अस्ति. तर्हि तत्र बहु किमपि क्लिष्टकरं नास्ति. तर्हि विजयमहोदय, वेवि पठतु. कुत्र जि वेविङ्ग् वेतिना तुल्ये विद्या न सम्यक् विधि विधि वेविङ्ग् विधि नास्ति विधि नास्ति मल वे वेविङ्ग् वेतिना एकनिमिष भवती एव अत्र इदानीं करोति खलु. क्षम्यतां, मलर् मलर् महोदय. आं महोदय, वेविङ्ग् वेविङ्ग् वेतना तुल्ये छान्दसि वेदे आत्मनेपदिश् पदिधातु सर्वाणि सूत्राणि कार्याणि च दीदिङ् धातुरेव. अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. अत्र एकनिमिष, अत्र वेविङ्ग् अपि छन्दे अस्ति, दीधि इव, तदपि आत्मनेपदी धातु अस्ति, वे दीधि इव, तत्रापि समानसूत्राणि कार्याणि कुर्वन्ति. दीधि वेविटाम् इति सूत्रेण वेवि मध्ये अपि इकारस्य गुणः न भवति. अपि च किमस्ति, अपि च किं छे द्वितीयसूत्रं किमस्ति, ऐरनेकाच असंयोगपूर्वस्य इति सूत्रेण वेवि अपि ऐरनेकाच इति इकारान्त अस्ति, असंयोगपूर्वः अस्ति, अनेकाच अस्ति, तत्रापि इकारस्य स्थाने यणादेशः भवति. तदनन्तरं ईवर्णयोः दीधिवेव्योः अस्य सूत्रस्य अपि प्रश्न कार्यं भवति. तर्हि इका ईवर्णः अपि च यकारः परे अस्ति चेत् वेवि मध्ये इकारस्य लोपः भवति. तर्हि सर्वत्र दीधि एव कार्यं भवति, कुत्रापि अपवादः न अस्ति. समानं ते दीधी वेवी इति भ्रातरौ स्तः इति चिन्तयतु। तर्हि तत्र गृहकार्यरूपेण एकवारं पुनः रूपाणि वेवी कृते पुनः रूपाणि गृहकार्यरूपेण सर्वे कुर्वन्तु। दीधी इव सन्ति, कुत्रापि तस्य भिन्नता नास्ति। यथा यथा लट् लट् अहं करोमि चेत् वेवी वेवीत वेवी वेवीत वेव्यातां वेवी वे क्षम्यतां वेवीते वेव्याता वे किं वदामि वेवीते वेव्याते वेव्यते वेवीषे वेव्याथे वेवीध्वे वेव्ये वेव्ये वेवीवहे वेवीमहे किमपि नास्ति। तर्हि गृहकार्यरूपेण एकवारं करोतु। तर्हि इदानीम् इकारान्तधातोः धातूनां कार्यम् इदानीं समाप्तम्। इकारान्तधातूनां तत्र भिन्नभिन्नकार्यमस्ति। तत्र विधातु इति सामान्यधातुः अस्ति, किमपि नूतनं नास्ति। तदनन्तरम् इनोयन् मध्ये इन् धातु कृते इनोयन् इति सूत्रेण विशेषकार्यं भवति। तदनन्तरं शिङ् धातु कृते शिङ्घ सर्वधातुकीगुणः शिङ्गो रूट् इति सूत्रेण विशेषकार्यं भवति। तदनन्तरं दिधि वेवि धातु दिधि वेवि धातोः कृते अपि नूतनसूत्राणि सन्ति, एतत् विशेषकार्यं भवति। तर्हि प्रायः किमपि विशेषकार्यं नास्ति, परन्तु केचन धातवः सन्ति यथा इण् इक् अपि च दिधि वेवी अपि च शीङ्, तेषां कृते अदादिगणे विशेषकार्यं भवति इति एव अस्ति। नो चेत् सर्वत्र वि इति सामान्यधातु धातु इव कार्यं भवति। अस्तु, इदानीम् अत्र जक्षित्यादयः इति अस्ति खलु जि, आम् जक्ष जागरु दरिद्र चका साश एतत् सर्वं एतत् सर्वं तादृशमेव वा वे दीदि जक्षित्यादयः षट् मध्ये सप्तधातवः सन्ति येषाम् अभ्यस्संज्ञा भवति। तत्र एक अस्ति दरिद्रा, तदस्माभिः पूर्वमेव पठितं। तदनन्तरम् अन्य अस्ति दीधि वेवी, तदपि इदानीम् अस्माभिः पठितम्। अन्यधातवः ये सन्ति जक्ष जागृ चकाशास् ते वयम् अग्रे पठामः। जक्षित्यादयः षट् इति सूत्रस्य एकमेव प्रयोजनं, तस्य धातु अभ्यस्त भवति इति। तर्हि इदानीम् अग्रे गच्छामः उकारान्तधातु। उकारान्तधातूनां कृते अपि नूतनकार्याणि सन्ति अदादिगणे, अतः महत्त्वपूर्णं महत्त्वपूर्णभागः अस्ति इदानीम्। तर्हि पठतु मदनमहोदय। हा महोदय, उकारान्तदातवः ऊकारान्तदातवः च चतुर्दशदातवः कु टुषु क्ष्णु नु द्यु यु षु ष्णु ऊर्णु रु नु डुञ्च् ब्रूञ्च् शूट्। सामान्याः उकारान्तदातवः नवधातवः कु टुषु ष्णु नु द्यु यु ष्णु ष्णु ह्नु अलादिपित्सु हुणु हुणु हलादिपित्सु उतो वृद्धि लुकि हलि इत्येन वृद्धिः। यु योगः ति यकारयोगः औ योगः ति यौति। अजादि प्रथमनूतनकार्यं सामान्यतया पित् प्रत्ययः अस्ति चेत्, उकारान्तधातुः अस्ति चेत्, अङ्गम् अस्ति चेत् किं भवति? गुणः भवति। गुणः भवति चेत् उकारस्थाने किं भवति? ओ उकार आम् ओ भवति आम्। परन्तु अत्र नूतनसूत्रमस्ति उतो वृद्धिर्लुकि हलि, नाम यत्र लुक् अस्ति यत्र लुक् अस्ति अत्र अदादिगणे शपः लुक् अस्ति खलु। यदि धातोः अनन्तरं लुक् अस्ति यथा अदादिगणे, तस्य अनन्तरं हलादिप्रत्ययः अस्ति, तर्हि तत्र पित् अस्ति अपि च पित् अस्ति तत्र गुणः न भवति अपि तु वृद्धिः भवति। तर्हि यु मध्ये यु योगः ति मध्ये किम् अस्ति? यु अनन्तरं विकरणप्रत्ययः अस्ति शप् खलु, परन्तु अदादिगणे अधिपदेशः शपः लुकः इति सूत्रेण शपः संलुक् भवति, तर्हि यु अस्ति तस्य अनन्तरं लुक् अस्ति, तस्य अनन्तरं हलादिपित् प्रत्ययः अस्ति खलु, तथा अस्ति अतः ओकारस्य यत् सामान्यतया गुणः भवति तद् गुणः न भूत्वा वृद्धिः भवति, तर्हि योति इति रूपं न भवति अपि तु यौति इति भवति, अत्र गुणप्रपा प्रबाद्य वृद्धिः भवति, सत्यम्। अग्रे अजादिपित्सु गुणः अवादेशः एचो यवा यवः यू योगः आणि यो योगः आणि यकार योगः औ योगः आणि यवानि अजादिपित्सु गुणः भवति तदनन्तरम् एचो वायवः इति सूत्रेण औ भवति यवानि इति रूपम् सामान्यतया भवति अत्र किमपि सामान्यतया अलादि अपित्सु निति च गुणनिषेधः यु योगः तः युतः युतः अत्र किमपि नास्ति गुणनिषेधः भवति अतः वर्णमेलनम् एव अस्ति अनन्तरम् अजादि अपित्सु निति च गुणनिषेधः अचिष्णुधातु ब्रुवाङ् यो रियङ् उवङ्गौ इत्यनेन उवङ् आदेशः यू योगः अन्ति युवन्ति अत्र अचिष्णुधातु ब्रुवां यो रियङ् उवङ्गौ इति सूत्रेण उस्थाने उवङ्ग् आदेशः भवति अतः युवन्ति अत्रापि सामान्यचिन्तनम् अस्ति तर्हि विशेषकार्यं केवलमस्ति उतो वृद्धिर्लुकि हलि नूतनकार्यं तर्हि पठतु अग्रे अग्रे उतो वृत्ति वृद्धि लुकि हलि लुकः विषये अनभ्यस्तस्य अद उदन्ताङ्गस्य वृद्धिः हलादि पित् सार्वधातुकप्रत्यये परे येन विधि तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः न तु केवलम् उकाररूप अङ्गम् अलोन्त्यस्य इत्यनेन अङ्गान्तस्य उकारस्य स्थाने वृद्धि आदेशः उतः षष्ट्यन्तं वृद्धिः प्रथमान्तं लुकि सप्तम्यान्तं हलि सप्तम्यान्तम् अनेकपदमिदं सूत्रं नाभ्यस्त स्याचि पिति सार्वधातुके इत्यस्मात् न अभ्यस्तस्य पिति सार्वधातुके इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् उतः अङ्गस्य वृत्तिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य किमर्थमस्ति सूत्रस्य अभ्यस्तसंज्ञा नास्ति चेत् एव भवति वृद्धिः भवति इति तदस्ति परन्तु निमित्तानि के सन्ति निमित्तानि अस्ति उकारान्त अङ्गम् अस्ति परे हल् वर्णः पित् सार्वधातुकप्रत्ययः अस्ति चेत् गुणः न भवति वृद्धिः भवति तत्र लुकि अपि अस्ति खलु लुकि अपि अस्ति तर्हि अत्र पश्यतु उकारान्त अङ्गम् अस्ति तदनन्तरं लुक् अस्ति तदनन्तरं हलादि पित् सार्वधातुकप्रत्ययः अस्ति अपि च यत् अङ्गम् अस्ति तत् धातुः अस्ति तत् अभ्यस्तधातुः नास्ति इदं सर्वम् अस्ति चेत् उकारस्य वृद्धिः भवति नाम अनभ्यस्त उकारान्त अङ्गस्य परे लुक् तस्मात् अनन्तरं हल् हलादि पित् सार्वधातुकप्रत्ययः अस्ति चेत् उकारस्य वृद्धिः भवति तर्हि निमित्तानि बहवः सन्ति लुक् अपि भवेत् तदनन्तरं हलादि पित् सार्वधातुकप्रत्ययः अपि भवेत् अपि च उकारान्त अङ्गम् अस्ति अनभ्यस्त अपि भवेत् अभ्यस्त न भवेत् तर्हि झोत्यादिगणे न भवति इति सूत्रम् अदादिगणे एव भवति वा यत्र लुक् अस्ति यत्रापि लुक् अस्ति तर्हि एतत् सर्वम् अस्ति चेत् वृद्धिः भवति. तर्हि पश्यतु एकवारं सप्तम अध्याय चतुर्थपादे 126 पेज् अस्ति अष्टाध्याय, अत्र गच्छतु. तत्र 126 मध्ये 7484 सूत्रं किमस्ति? 7384 क्षम्यताम्. 7384 सूत्रं किम् अस्ति? 7484 अस्माकं बहु परिचितं सूत्रमस्ति, गुणः भवति. तस्मात् अनन्तरं सूत्रं किम् अस्ति? इदं सूत्रं जागृधातु कृते आगच्छति, अनादिगणे एव अग्रे आगच्छति. तत्र इदानीं त्यजतु. तदनन्तरं किम् अस्ति? तत्रापि सुगन्तलघुवच इति सूत्रेण सूत्रमपि वयं जानीमः गुणकार्यं भवति. तदनन्तरं किम् अस्ति? एतत् सूत्रम् अस्ति. तर्हि नाभ्यस्ताचि पिति सारधातुके इति सूत्रस्य अनुवृत्तिः अग्रे बहुषु सूत्रेषु गच्छति. तत्र न अभ्यस्त इति नाभ्यस्त, तदनन्तरम् अचिपिति सार्वधातुके इति सूत्र इति सर्व सर्वेषु सर्व इति सर्वेषां पदानाम् अनुवृत्तिः अग्रे गच्छति. अग्रे किं सूत्रमस्ति? अग्रे किमस्ति? तर्हि उतो वृद्धिर्लुकि हलि इति सूत्रम् इदानीम् अत्र अस्ति. एतस्मिन् सूत्रे नाभ्यस्तस्याचि पिति सार्वधातुके इति सूत्रेण किं किम् आगच्छति? न आगच्छति, अभ्यस्त आगच्छति, पिति आगच्छति, सार्वधातुके आगच्छति. तर्हि अत्र अचि किमर्थं न आगच्छति? तर्हि अत्र पाणिनिना हलि इति विशेषतया किमर्थं लिखितं? सः विशेषतया तेन लिखितं यतोहि सः इच्छति केवलं हलादिप्रत्ययपरे अस्ति चेदेव कार्यं भवति. अत्र अचि इति यत् नाभ्यस्तस्याचि पिति मध्ये अचि अस्ति, तस्य अनुवृत्तिः मा करोतु, अतः तेन हलि लिखितम् इति. सर्वे अवगच्छन्ति वा? आम् महोदय. तर्हि इदमस्ति. तर्हि सर्वे सूत्रम् अवगच्छन्ति इति चिन्तयामः. तर्हि अग्रे यथा अस्ति लिखितं युयोगः ति. अत्र कर्त्रर्थके सार्वधातुकप्रत्ययपरे कर्तृशब्दः सर्वदा भवति. युयोगः शप् योगः ति. इदानीम् अधिप्रभृत्यः शपः इति सूत्रेण लुक् भवति. तर्हि युयोगः ति. इदानीम् उकारान् धातुः अस्ति, अङ्गमस्ति, तदनन्तरं लुक् अस्ति, तदनन्तरं हलादिप्रत्ययः अस्ति ति, पितपि अस्ति, सार्वधातुक अपि अस्ति, अपि च यु इति अभ्यस्त अपि नास्ति. एतत् सर्वमस्ति. अतः उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धिः भवति यौति. तर्हि इति सामान्यधातूनां कृते केवलम् एकमेव नूतनं कार्यमस्ति, वृद्धिः भवति. अन्यत्र सर्वं तु सामान्यकार्येण वयं जानीमः. षट् निमित्तानि, षट् निमित्तानि यौति इति रूपस्य किञ्चित् जटिलसूत्रमस्ति, परन्तु यदि वयं जानीमः सूत्रं किं वदति, तस्य अनुवृत्तिः कं कम् अस्ति, कस्य कस्य पदस्य अनुवृत्तिः भवति चेत् जटिलता न्यूना भवति इति अहं चिन्तयामि. अस्तु, इदानीं रूपाणि कुर्मः. मीना महोदय, यु धातु परस्मैपदी लट्. परस्मैपदी न, आत्मैपदी न, यु परस्मैपदी. यु धातु यु हो सिक्स्थ अस्ति, सिक्स्थ अस्ति. ओके. यु योगः ति यौति उतो वृद्धिर्लुकि हलि ते कारणेन यूतः यूतः तदेव यौतः किल अस्ति वा तः अत्र पित् नास्ति एकनिमिषं महोदय मनसि भवेत् प्रत्यय मनसि भवेत् पित् अस्ति प्रत्यय पित्वा पित्वा मनसि न भवेत् पित्तर्जिन अन्तिमरूपं प्रत्ययस्य अन्तिपीतमिव खलु ततः यूतः युतः एव यु अन्ति अत्र अचिष्णुध्रुवां युवङ् उवङौ अस्ति युवन्ति यु योगः सि अत्र अत्रापि हलि वृद्धि भवति हल् अस्ति पित् अस्ति तस्मात् यौसि आदेशप्रत्यय भवति यौषि यूतः युतः युत यौमि युवः युमः सत्यं सरलमस्ति केवलं पित् अस्ति चेत् गुण प्रबाद्य वृद्धि करणीयं यौति यौषि युतः युतः यौमि युवः युमः अस्तु अग्रे विजया महोदय लोट् आं जि तत्र लोट् मध्ये तूतात् एतत् अनदन्तमङ्गं तात् तां तावद् एतदेव खलु जि हा तूतात् ताम् अन्तु हीतात् तं त आनयावाम तत्र यु इति पदमस्ति यु प्रथमं तत्र यौ भवति किमर्थं चेत् तत्र उतो वृद्धि लुकि हलि इति सूत्रेण अतः तत्र यौ भवति अनन्तरं यौ तावदेव तत्र तु इति योजनेन यौतु इति अस्ति अनन्तरं यु सिद्धरूपेण अस्ति तात् योजनेन युतात् इति अस्ति अत्र किमर्थं वृद्धिः न भवति वृद्धिः न भवति चेत् तत्र एतत् अपित् अस्ति हलन्त अपित् अस्ति चेत् न यतः वृद्धिः न भवति यतः अपित् अस्ति अपित् अस्ति अतः गुणः नास्ति वृद्धिः अपि नास्ति अनन्तरं ताम् अस्ति तां योजना एव खलु तत्र यु अस्ति सिद्धरूपेण तां योजनेन युताम् अस्ति तत्र अपि गुणकार्यं नास्ति एकनिमिषं जि गुणकार्यं नास्ति अनन्तरं किम् अस्ति युवन्तु तत्र अचिष्णूर् धातु एतत् सूत्रेण तत्र उवङ् आदेशः भवति युवन्तु इति अस्ति समीचीनं खलु जि समीचीनम् अग्रे अनन्तरं हि तात् इति अस्ति युहि एव अनन्तरं युतात् एव मेलनमेव तत्र प्रत्ययमेलनमेव रूपं वदतु रूपं वदतु युहि युतां युतात् युहि युतात् अनन्तरं यु योग यु योजनं तं योजनेन युतम् इति अस्ति अनन्तरं युत तत्र तत्र यु अस्ति परन्तु तत्र यशो यवा यावः इति सूत्रेण यवानि इति अस्ति आनि योजनेन गुणः भवति वा यवानि इति यचो यव यावः एव आगच्छति खलु तत्र यवानि इति रूपम् अहं न जानामि यवानि इति रूपम् अहं न जानामि कार्यं कथं भवति इति वदतु. कार्यं तत्र प्रथमं उकारस्य उपदेश अज अनुनासिके इति सूत्रेण इत् भवति, उकारस्य इत् भवति, यकारः एव तिष्ठति. अनन्तरं यु इति लौकिकधातुः रूपमस्ति अत्र, परन्तु तत्र आनियोजनेन यकारः अस्ति, यकारः यु योगः आनि. इदानीं किं भवति यु योगः आनि? आनि आनि कीदृशः प्रत्ययः अस्ति? पित् अस्ति वा अपित् अस्ति? पित् अस्ति. पित् अस्ति, अतः किं भवति? गुणकार्यं भवति. केन सूत्रेण? सार्वधातुक अर्धधातुकयोः वा? अतः करोतु. सार्वधातुक अर्धधातुकयोः गुणं भूत्वा तत्र यो इति भवति वा? तदनन्तरं यो उकारस्य ओकारः भवति. अनन्तरं यो ओकार अव आदेशः भवति यचो यवा यावः इति सूत्रेण यान्तवन्तदेशी सन्धिः भूत्वा तत्र यवानि इति भवति अन्तिमरूपं निष्पन्नं. तर्हि रूपं यवानि अस्ति, अतः मार्गं किम् इति न चिन्तव्यं. मार्गः किमस्ति, तदनन्तरं रूपं किम् अस्ति. अग्रे यवानि, अग्रे यवानि यकारः अस्ति, अनन्तरम् आव आम योजनेन यवाव यवाम इति अस्ति. यकारः कथं वदति? यकारः इदानीमेव दृष्टवन्तः खलु, तत्र यु अस्ति. अनन्तरं सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणं भूत्वा तत्र उकारस्य स्थाने ओकारः भवति. अनन्तरं तत्र ओकारस्य स्थाने अव आदेशः भवति. अस्तु. तन् अनन्तरं यचो यवा यावकेन सूत्रेण अव आदेशः भवति, यवाव यवाम इति अस्ति. आहत्य यौतु युतात् युतां युवन्तु, युहि युतात् युतं युत, युवानि युवाव युवाम इति अस्ति. पुनः भवती दोषपूर्णं करोति. युवानि कथं भवति? सम्यक् नास्ति वा मया उक्तम्? एतत् मया उक्तं यवानि यवाव यवाम न उक्तं वा? युवानि वदति. हा अस्तु अस्तु, यवानि यवाव यवाम गुणः भवति, उगङ्गादेशः नास्ति. अस्तु अग्रे विधि महोदय लङ् योगः इत् अलुङ् लङ् लृङ् शु दातः इति सूत्रेण लुङ् लङ् लुङ्तः अडागम आगम भवति. अ योगः यु योगः त अत्र ऊतो वृद्धि रुचि हलि इति सूत्रेण वृद्धि भवति. योगः उकार भवति, यौ अयौत रूपं किमस्ति वदतु? अयौत् अयौत् करेक्ट्. तदनन्तरं योगः यूतां वर्णमेलनम् एव अत्र किमपि कार्यं नास्ति. अडागमः अयोगः युताम् अयुताम्. तदनन्तरम् अयोगः यु योगः अन् अत्र अचिष्णु ब्रू धातु युवाङ् वाङ्गौ इति सूत्रेण सम्यक् रीत्या वदतु. अचिष्णु धातु ध्रुवां युवोर् यङ् उवङ्गौ. अचिष्णु धातु ध्रुवां युवो यवङ् यङ् वाङ्गौ. अ योगः यु योगः अन् यु योगः अन् अ यु वन् अयुवन् इति रूपम्. तदनन्तरम् अयोगः सजिशुषुरुः करवसायु सर्जनीयः सूत्रेण विसर्गं भवति. अयोगः यु अत्र अत्रापि महोदय ऊतो वृद्धि लुकि हलि इति सूत्रेण यौ भवति वा? अ यौ विसर्ग य आ यौः यौः सत्यम् अयौः अयौः. तदनन्तरम् आयूतम् एव अत्र किमपि कार्यं नास्ति. आयूत तदेव. अनन्तरम् अं वा अम् अयोगः यु योगः अम् अत्रापि पित् अस्ति वा? अत्र इ योगः यण् सन्ति वा महोदय? पित् अस्ति. अतः अयवम् अयवं पित् अस्ति. अतः किं भवति? गुणः भवति. केन सूत्रेण? गुणः सार्वधातुको अर्थधातुकयोः इति. तदनन्तरं किं भवति? उकारः ओकारः उकारस्थाने वकारः इको एडचि इति सूत्रेण. ओकारस्थाने वकारः भवति वा? न महोदय. अयोगः इ ऊ स्थाने उकारः अस्ति खलु, तर्हि एचो एव इको एडचि कथं भवति? अयवम् अयवम् अत्र वृद्धिः किमर्थं न भवति? अत्र पित् अस्ति किल? पित् अस्ति अजादि प्रत्यय अतः गुणः भवति. अयवम् अग्रे अग्रे अयोगः यु युव युव अयुम. अस्तु धन्यवादः. अग्रे मन्दरं महोदय विधिलिङ्ग. आं महोदय, अत्र सर्वत्र हलादि अपित् अस्ति, अतः किमपि कार्यं नास्ति. यु योगः यात् यूयात् यूयातां यूयुः यूयाः यूयातां यूयात् यूयातं यूयात यूयायं यूयाव यूयाम. सत्यं. तर्हि किमपि नास्ति, केवलं वर्णम् अत्र यूयाव यूयां किल यूयां यूयां यूयाव यूयाम. तर्हि उकारान्त धातु अत्र सामान्य उकारान्तधातूनां चिन्तनं समाप्तं. तथैव अत्र एवमेव अवशिष्टाः अष्टौ सामान्यधातवः कु शब्दे कौति, क्षु शब्दे क्षौति, क्ष्णु तेजने क्ष्णौति, णु स्तुतौ नौति, द्यु अभिगमने द्यौति, क्षुप्र क्षुप्रस्वैश्वर्योः सौति, ष्णु प्रसवरणे स्नौति. स्नौति अस्ति खलु, स्नु स्नवनम् इति अस्ति खलु, प्रसूति स्न अस्ति खलु, स्नौति प्रसवरणे हनु अपनयने तत्र आत्मनेपदी धातुः अस्ति हनुते तत्र तर्हि यु इव अस्ति तत्र अष्टधातवः तर्हि नवधातवः नवधातूनां रूपाणि कथं भवन्ति इति अस्माभिः पठितम्. इदानीं प्रथमविशेषधातुः अस्ति उर्णु. उर्णुधातु अस्ति विशेषधातु. उर्णुय आच्छादने इति धातुः अस्ति. मीना महोदय पठतु, अत्र नूतनकार्यमस्ति उर्णु कृते. ऊर्णु आच्छादने इति धातुः. ऊर्णोतेः विभाषा. ऊर्णुधातोः उकारस्य विकल्पेन वृद्धि हलादिपिति प्रत्यये परे. ऊर्णुति ऊर्णौति ऊर्णोति विकल्पेन वा विकल्पेन. तर्हि उतो विभाषा उतो वृद्धिर्लुकि इति सूत्रमस्ति 7389 खलु. तस्मात् साक्षात् अनन्तरमेव सूत्रमस्ति ऊर्णोतेः विभाषा. तर्हि उकारान्त अङ्गमस्ति चेत् हलादि पित् अनभ्यस्त साधातुकप्रत्ययपरे वृद्धिः भवति. परन्तु ऊर्णोतेः विभाषा, विभाषा इति किम् अस्ति विकल्प इति सूत्रेण यदि ऊर्णु इति अङ्गमस्ति तर्हि तत्र विकल्पेन वृद्धिः भवति. नाम केवलम् एकधातु कृते विकल्पेन वृद्धिः भवति. अन्यथा किं भवति सामान्यतया गुणः भवति. तर्हि युति मध्ये यौति भवति परन्तु ऊर्णोति विभाषा इति सूत्रेण ऊर्णधातुः अस्ति चेत् ऊर्णौति अपि भवति ऊर्णोति अपि भवति. तस्मात् साक्षात् अनन्तरम् अनेकम् अधिकं सूत्रमस्ति गुणो अपृक्ते. ऊर्णुधातोः उकारस्य गुणः एव भवति न तु वृद्धिः. गुणो अपृक्ते अपृक्ते हलादिपित् सार्वधातुकप्रत्यये परे. तर्हि अपृक्त् किमस्ति पठतु एकवारम् अग्रे. अपृक् एकाल् प्रत्ययः. अपृक्त अपृक्त एकाल् प्रत्ययः इत्यनेन यस्मिन् प्रत्यये एक एव वर्णः अल् तस्य अपृक्तसंज्ञा भवति. संयोगं नास्ति अन्यस्य वर्णनेन. हलादिपित् एकमेव वर्णः. हलादिपित्सु लङि लङि इत् इस् इति द्वौ प्रत्ययौ स्तः. अतः तयोः परयोः केवलं गुणः भवति न तु वृद्धिः. अतः अपृक्ते एकाल् प्रत्ययः इत्यनेन यस्मिन् प्रत्यये एक एव वर्णः अल् तस्य अपृक्तसंज्ञा भवति. ओके. हलादिपित्सु लङि अपृक् इति अपृक्त एकाल प्रत्ययः इति संज्ञासूत्रमस्ति. अपृक्त इत्युक्ते किम्? तर्हि प्रत्ययः अस्ति तादृशः प्रत्ययः यस्मिन् एकः एव वर्णः अस्ति. एकः एव वर्णः तस्य नाम अस्ति अपृक्त. लङ् मध्ये प्रथमपुरुष एकवचन मध्यमपुरुष एकवचन तस अस्ति खलु. एक एव वर्णः अस्ति अतः तस इति अपृक्तप्रत्ययौ स्तः इति वदामः. अपृक्त परन्तु अपृक्तं नास्ति वा इत् अस्ति किल तस्मात् कारणेन. केवलम् एकं वर्णम् अस्ति. एकः वर्णः अस्ति खलु अतः तत्र तत्रापि एकवर्णः. कुत्र? लङ्लकारे लङ्लकारे मध्ये एकवर्णः अस्ति वा? अम् नास्ति. व मध्ये एकवर्णः अस्ति वा? ओ इव योगः तस्मात् कृतं नास्ति वा? तत्र वर्णद्वयमस्ति. तर्हि प्रत्ययः अस्ति चेत् ऊर्णु कृते तत्र वृद्धिः न भवति गुणः एव भवति. तर्हि पश्यतु अत्र सीक्वेन्स् पश्यतु. सर्वप्रथममस्ति उतो वृद्धिर्लुकि हलि. तत् प्रबाध्य ऊर्णु कृते केवलम् ऊर्णोते विभाषा. नाम ऊर्णु कृते विकल्पेन वृद्धिः भवति गुणः अपि भवितुं शक्नोति. तदपि प्रबाध्य यदि प्रत्ययः यत् अस्ति तत् हलादि पित् सार्वधातुक इति सर्वम् अस्ति, परन्तु अपृक्त् अपि भवति चेत्, अपृक्त् अपि भवति चेत् केवलं गुणः भवति इति अस्ति. तर्हि ऊर्णु कृते सूत्रद्वयम् अस्ति, ऊर्णोते विभाषा इति सूत्रेण, उतो वृद्धिर्लुकि हलि इति सूत्रेण यत् वृद्धिः आगच्छति तत् सा सः वृद्धिः विकल्पेन भवति. एकस्मिन् पक्षे गुणः, एकस्मिन् पक्षे वृद्धिः. गुणः गुणः अपृक्ते इति सूत्रेण पुनः अग्रे गत्वा ऊर्णु कृते यदि हलादि पित् सार्वधातुकप्रत्ययः यत् अस्ति यत्र सामान्यतया गुणः अथवा वृद्धिः विकल्पेन उभय भवति, अपृक्त् अस्ति चेत् केवलं गुणः भवति, वृद्धिः न भवति. अन्यत्र सर्वत्र यू एव. सर्वे अवगच्छन्ति वा? आं महोदय. तर्हि इदानीम् अग्रे गच्छतु, तत्र सूत्रमस्ति ऊर्णोतेः विभाषा, पठतु. ऊर्णोते विभाषा, ऊर्णु धातोः उकारस्य विकल्पेन वृद्धिः हलादि पित् सार्वधातुकप्रत्यये परे अलौन्तस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने वृद्धिः आदेशः. ऊर्णोतेः षष्ट्यन्तं विभाषा प्रथमान्तं द्विपदमिदं सूत्रम् उतो वृद्धि लुकि हलि इत्यस्मात् वृद्धि हलि इत्यनयोः अनुवृत्तिः न अभ्यस्तस्यचिपिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् ऊर्णोतेः अङ्गस्य विभाषा वृद्धिः हलि पिति सार्वधातुके. हलि पिति सार्वधातुके समान एव उतो वृद्धि लुकि हलि अपि अपि च लुकि अपि अस्ति अत्र. अत्र लुकि अपि अस्ति, अत्र नास्ति. परन्तु न अत्र ऊर्णु मध्ये लुक् भवति एव, तत्र ऊर्णु अदादिगणे एव अस्ति खलु, अत्र लुकः लेखनस्य आवश्यकता नास्ति. नाम अत्र लुकि तस्य अनुवृत्तिः वस्तुतः अस्ति, परन्तु लेखनस्य आवश्यकता नास्ति, यतोहि ऊर्णु अदादिगणे एव अस्ति न खलु, एक एव धातुः अस्ति, अदादिगणे एव अस्ति, अतः लुक् तु भवति एव. उपरि उतः अङ्गम् अस्ति, तत्र उकारान्त अङ्गम् अदादिगणे अपि भवितुं शक्नोति, अदादिगणे न अपि भवितुं शक्नोति, अतः तत्र लुकलेखनस्य आवश्यकता अस्ति. अत्र ऊर्णु अदादिगणे एव अस्ति, अतः लुकि लेखनस्य आवश्यकता नास्ति, यतोहि लुक् तत्र आगच्छति एव, भवति एव. अपि तु अत्र अनभ्यस्तस्य अपि लिखितं नास्ति, किमर्थं? यतोहि ऊर्णु अभ्यस्त नास्ति एव, न अभ्यस्तस्य लेखनस्य आवश्यकता नास्ति. तर्हि ऊर्णोतेः अङ्गस्य विभाषावृद्धिः, ऊर्णोतेः अङ्गस्य विभाषावृद्धिः हलीपिति सार्वधातु. हलीपिति अस्तु. अग्रे विजयमहोदय पठतु. आं जि अपृक्ते एकाल् प्रत्ययः खलु. यस्य प्रत्ययस्य एकैव अल् तस्य अपृक्तसंज्ञा भवति. एकश्च असौ अल् एकाल् कर्मधारयोः अपृक्तप्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययः प्रथमान्तं त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णम् एकाल् प्रत्ययः अपृक्तः. एकाल् प्रत्ययः अपृक्तः, यः तादृशः प्रत्ययः यस्मिन् एकः एव अल्वर्णः अस्ति, सः प्रत्ययः, तस्य नाम अस्ति अपृक्त. अपृक्त इति नामकरणेन बहुत्र बहुत्र प्रयोजनं भवति, एकप्रयोजनम् अत्र एव अस्ति गुणोपृक्ते. पठतु महोदय, गुणोपृक्ते किमस्ति? गुणो अपृक्ते, गुणोपृक्ते ऊर्ण ऊर्णु धातोः उकारस्य गुणः एव भवति, न तु वृद्धिः. अपृक्ते हलादिपित् सार्वधातुकप्रत्यये परे अलोन्तस्य इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने गुण आदेशः. गुणः प्रथमान्तम् अपृक्ते सप्तम्यन्तं द्विपदमिदं सूत्रम् उतो वृद्धि लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः नाभ्यस् याचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः ऊर्णोते विभाषा इत्यस्मात् ऊर्णोतेः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अधिकारः अनुवृत्तिसहितसूत्रम् ऊर्णोतेः अङ्गस्य गुणः हलीपिति हलीपिति अपृप्ते सार्वधातुके तर्हि उपरि किमस्ति ऊर्णोतेः अङ्गस्य विभाषावृद्धिः हलीपिति सार्वधातुके अत्र केवलम् ऊर्णोतेः अङ्गस्य गुणः हलीपिति अपृक्ते सार्वधातुके नाम अपृक्त अस्ति चेत् गुणः करणीयः अपृक्त नास्ति चेत् विकल्पेन वृद्धि अथवा गुणः करणीयः इति सर्वे आगच्छन्ति वा तर्हि ऊर्णु इति अङ्गम् अस्ति तदनन्तरं हलादि पित् सार्वधातुकप्रत्ययः अस्ति सः प्रत्ययः अपृक् अस्ति नाम एक एव अल्वर्ण इति प्रत्ययः अस्ति चेत् गुणः एव करणीयः परन्तु अपृक् नास्ति चेत् वृद्धि अथवा गुणः विकल्पेन किमपि कर्तुं शक्नुमः इति सर्वे आगच्छन्ति वा अत्र अत्र ऊर्णोतेर्विभाषा इति सूत्रेण वृद्धिः भवति अनन्तरम् अप्र गुणोपृक्ते इति सूत्रेण गुणः भवति अतः एव तत्र विकल्पेन द्वे तथा नास्ति उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धिः भवति उकारान्त धातु अङ्गम् अस्ति चेत् तदनन्तरम् ऊर्णुते विभाषा इति सूत्रम् आगत्य वदति ऊर्णु कृते यः वृद्धिः भवति सः वृद्धिविभाषा नाम विकल्पेन नाम वृद्धिः अपि भवितुं शक्नोति गुणः अपि भवितुं शक्नोति तदनन्तरं गुणोपृक्ते इति सूत्रं वदति यत् अपृक्त अस्ति चेत् केवलं गुणः भवति विकल्पेन वृद्धिः अपि न भवति इति तत्र गुणोपृक्ते मध्ये गुणः भवति अतः विकल्पः अस्ति इति किमपि नास्ति गुणः अपृक्ते इति सूत्रे मध्ये केवलं गुणः एव भवति प्रथमवृद्धिः तदनन्तरं गुरो इति सूत्रेण अपृक्ते इति प्रत्यय आगच्छति चेत् गुणः एव भवति किल उत्तरत्रयमस्ति उत्तरत्रयमस्ति सामान्यतया उतो वृद्धिर्लुकि हलि इति सूत्रेण हलादि पित् सार्वधातुकप्रत्ययपरे अस्ति चेत् उकारान्त अङ्गस्य वृद्धिः भवति तत् प्रवाद्य गुण ऊर्णोते विभाषा वदति अस्तु परन्तु ऊर्णु इति अङ्गम् अस्ति चेत् विकल्पेन वृद्धिः भवति नाम एकस्मिन् पक्षे वृद्धिः भवति अन्यस्मिन् पक्षे सामान्यतया यद् गुणः भवति गुणः भवति तदनन्तरं तदपि प्रबाध्य गुणोपृक्ते इति सूत्रं वदति ऊर्णोते ऊर्णधातु कृते यदि अपृक्तप्रत्ययः अस्ति तत्र केवलं गुणः भवति विकल्पेन यः वृद्धिः भवितुं शक्नोति तद् वृद्धिः न भवति केवलं गुणः भवति तर्हि सूत्रत्रयमस्ति तेषां क्रमः अस्ति अपवादस्य क्रमः इति वक्तुं शक्नुमः परन्तु ऊर्णुधातु किमर्थम् उतो वृद्धिलुकि हलि तत्र प्रसक्तिः नास्ति ऊर्णुधातु एव अत्र ऊर्णोधातोः उतो वृद्धिर्लुकि सूत्रे इति सूत्रतः प्रसक्तिः अस्ति ऊर्णोधातु विभाषा इति सूत्रमस्ति किल स्पेशल् उतो वृद्धिर्लुकि हलि इति सामान्यसूत्रे ऊर्णु इति अङ्ग धातोः अपि ग्रहणं भवति प्रसक्तिः भवति परन्तु ऊर्णोते विभाषा इति सूत्रं स्पेशलि तत्र लेखनस्य आवश्यकता अस्ति यत् सूत्रं नास्ति चेत् उतो वृद्धिर्लुकि इति सूत्रेण केवलं वृद्धिः भवति ऊर्णु मध्ये गुणः अपि भवेत् विकल्पेन इति सूत्रेण इति द्रष्टुम् इच्छति पाणिनि अतः ऊर्णोते विभाषा इति सूत्रेण सः लिखति केवलम् ऊर्णु कृते वृद्धिः विकल्पमस्ति गुणः अपि भवितुं शक्नोति सामान्यतया उकारः अत्र केवलं वृद्धिः भवति परन्तु ऊर्णु मध्ये गुणः अपि भवति ऊर्णौति इति धातुरूपम् अस्ति खलु तत्र किं सूत्रं कार्यं करोति ऊर्णौति इति वृद्धिः भवति खलु किं सूत्रेण ऊर्णोते विभाषा ऊर्णोते विभाषा इति सूत्रेण एकस्मिन् पक्षे वृद्धिः एकस्मिन् पक्षे गुणः अतः ऊर्णौति अपि समीचीनमस्ति. ऊर्णौति अवगच्छति वा? परन्तु पूर्वत्र सिद्धम् इति सूत्रेण अचोवृद्धि लुकि हलि इति सूत्रं 7389 अनन्तरं पूर्वत्र सिद्धम् इति अत्र अस्ति वा? पूर्वत्र सिद्धं मम प्रश्नः अस्ति अत्र. ऊर्णते विभाषा इति 7390 अस्ति. उतौ वृद्धि लुकि हलि सूत्रं 7389 अस्ति. तत्र एतत् पूर्वसूत्रमस्ति खलु, पूर्वं भवति अनन्तरमेव ऊर्णोति विभाषा इति. अस्तु, किं सूत्रं प्रथमम् आगच्छति तत्र कार्यं करोति? ऊर्णौति इति सूत्रेण. भवती किमर्थं चिन्तयति पूर्वसूत्रं कार्यं करोति? न, मम प्रश्नः ऊर्णौति इति सूत्रं यद् तत्र धातुरूपमस्ति, परन्तु भवता उक्तं तत्र ऊर्णेति विभाषा इति वृद्धिः भवति हलादिपि प्रत्यये परे अस्ति चेत्. तर्हि किं भवती पृच्छति यत् उतो वृद्धिर्लुकि हलि सूत्रं किमर्थं कार्यं न करोति? किमर्थं भवती एव वदतु. ऊर्णोतेः विभाषा प्रथमं तु अत्र साक्षात् ऊर्णोति लिखितमस्ति, अतः प्रतिपदोक्तमपि अस्ति. तदनन्तरं तथापि नास्ति चेत् अपवादः अपि अस्ति कुतो वृद्धिर्लुकि इति सूत्रस्य. ऊर्णोते विभाषा इति सूत्रं प्रबाध्य यदि उतो वृद्धिर्लुकि हलि एव कार्यं करोति तर्हि ऊर्णोते विभाषा सूत्रं निरवकाशः भवति, अपवादः अपि अस्ति. अत्र पूर्वत्र सिद्धम् अस्ति वा न वा? अत्र न पूर्वत्र सिद्धम् इति सूत्रस्य अधिकारः कुत्र आगच्छति? प्रथमाध्याये आगच्छति खलु एतत्? एकनिमिष अष्टमाध्याये पूर्वत्र सिद्धम् इति सूत्रस्य ए टु अष्टम अध्यायस्य द्वितीयपादात् भवति. सप्तमाध्यायः अस्ति, प्रसक्तिः एव नास्ति पूर्वत्र सिद्धस्य. तर्हि भ्रमः न भवेत्, अत्र पूर्वसिद्धं प्रसक्तिः एव नास्ति. अपवा सेवन् अस्ति खलु, तत्र अष्टमाध्याय. धन्यवादः महोदय. तर्हि एकनिमेषः तत्र महोदय, इदानीम् अस्तु, इदानीं